पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 21 व्यास उवाच ब्रह्मणो वचनं श्रुत्वा हरिशर्मा द्विजोत्तमः भूयोऽपि तं नमस्कृत्य भक्त्या प्राहेदि जैमिने हरिशर्मोवाच प्रोक्तानि यानि दानानि सुखहूनि त्वया प्रभो कस्मै देयानि दानानि तन्मे गदितुमर्हसि ब्रह्मोवाच सर्वेषामेव वर्णानां ब्राह्मणपरमो गुरुः तस्मै देयानि दानानि भक्तिश्रद्धासमन्वितैः सर्वदेवाश्रयो विप्रः प्रत्यक्षत्रिदशो भुवि सतारयति दातारं तुस्तरे विश्वसागरे ब्राह्मण उवाच सर्ववर्णगुरुर्विप्रस्त्वया प्रोक्तसुरोत्तम तेषां मध्ये तु कश्रेष्ठ कस्मै दानं प्रदीयते ब्रह्मोवाच सर्वेऽपि ब्राह्मणा श्रेष्ठाः पूजनीयाः सदैव हि स्तेयादिदोषतप्ता ये ब्राह्मणा ब्राह्मणोत्तम अस्माकं द्वेषिणस्ते च परेभ्यो न कदाचन अनाचारा द्विजा पूज्या न च शूद्रा जितेन्द्रियाः अभक्ष्यभक्षका गावो लोकानां मादरस्मृताः माहात्म्यं भूमिदेवानां विशेषादुच्यते मया तव स्नेहाद्विजश्रेष्ठ निशामय समाहितः क्षत्रियाणां च वैश्यानां शूद्राणां गुरवो द्विजाः अन्योन्यं गुरवो विप्राः पूजनीयाश्च भूसुराः ब्राह्मणं पूजयेद्यस्तु विष्णु बुद्ध्या नरोत्तम आयुः पुत्रश्च कीर्तिश्च सम्पत्तिस्तस्य वर्धते सञ्चिनोति द्विजं यस्तु मूढधीर्मानवो भुवि सुदर्शनेन तच्छीर्षं हन्तुमिच्छति केशवः पुष्पहस्तं पयोहस्तं देवहस्तं च जैमिने ननमेद्ब्राह्मणं प्राज्ञस्तैलाभ्यङ्गितविग्रहं जलस्थं देववेश्मस्थं ध्यानमज्जितचेतसं देवपूजां प्रकुर्वन्तं ननमेद्ब्राह्मणं बुधः बहिष्क्रियां प्रकुर्वन्तं भुञ्जानं च द्विजोत्तम तथा सामानि गायन्तं ननमेद्ब्राह्मणं बुधः ब्राह्मणा यत्र तिष्ठन्ति बहवो द्विजसत्तम प्रत्येकं तु नमस्कारस्तत्र कार्यो न धीमता कृदाभिवादनं विप्रं भक्त्या यो नाभिवादयेद् स चाण्डालसमोज्ञेयो नाभिवाद्य कदाचन कृतप्रणामन्तनयं नमेदां पितरौ न च कृतप्रणामा सर्वेऽपि नमस्कार्याद्विजैर्द्विजाः कृतदोषान् द्विजाङ्गाश्च न द्विषन्ति विचक्षणाः द्विषन्ति वापि मोहेन तेषां रुष्टः सदा हरिः याचकान् ब्राह्मणान्यस्तु कोपदृष्ट्या प्रपश्यति सूचीप्ररोपणं तस्य नेत्रयो कुरुदे यमः विप्रनिर्भर्सनमूढा येन वक्त्रेण कुर्वते तस्मिन् वक्त्रे यमस्तप्तं लोकदण्डं ददाति वै ब्राह्मणो यद्गृहं भुङ्क्ते तद्गृहे केशवस्वयं देवताः सकला ये च पितरश्च सुरर्षयः विप्रपादोदकं यस्तु कणमात्रं वहेद्बुधः देहस्थं पातकं तस्य सर्वमेवाशु नश्यति कोटिब्रह्माण्डमध्येषु सन्ति तीर्थानि यानि वै तीर्थानि तानि सर्वाणि विप्रपादेदु दक्षिणे विप्रपादोदकैर्नित्यं सिक्तं स्याद्यस्य मस्तकं सस्नादः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः सर्वपापानि घोराणि ब्रह्महत्यादिकानि च सद्यस्तस्य विनश्यन्ति विप्रपादाम्बुधारणाद् क्षयाद्या व्याधयः सर्वाः परमक्लेशदायिकाः गच्छन्ति विलयं सद्यो विप्रपादाम्बुधारणाद् पित्रार्थं यानि तोयानि दीयन्ते विप्रपादयोः तैस्तृप्ताः पितरस्वर्गे तिष्ठन्त्याच्चन्द्रतारकं प्रक्षाल्य विप्रचरणौ दूर्वाभिर्योर्चयेद्बुधः तेनार्चितो जगत्स्वामी विष्णुसर्वसुरोत्तमः विप्राणां पादनिर्माल्यं यो मर्त्यशिरसो वहेद सत्यं सत्यमहं वच्मि तस्य मुक्तिर्हि शाश्वती विप्रं प्रदक्षिणीकृत्य वन्ददे यो नरोत्तमः प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा यो दद्याद्फलताम्बूलं विप्राणां पादसेचनाद् रोगी रोगात् प्रमुच्येद पापी मुच्यद पादकाद् मुच्यते बन्धनाद् बद्धो विप्राणां पादसेचने अनपत्याश्च या नार्यो मृदापत्याश्च या स्त्रियः बह्वपत्या जीववत्सा विप्रपादस्य सेचनाद् माहात्म्यं शृणु विप्रेन्द्र सर्वपापप्रणाशनं द्विजाङ्घ्रिसेचनस्याहं समासेन ब्रवीमि ते पूर्वं भद्रक्रियो नाम पवित्रकुलसम्भवः बभूव ब्राह्मणो विष्णोः परिचर्यापरायणः वेदवित्सदयशान्तः पितृभक्तिपरायणः अतिथीनां कृता पूजाज्ञादिपूजाकरस्तथा एकदा सद्विजश्रेष्ठस्तैराभ्यङ्गितविग्रहः जगामसरसीं स्नातुं गृहीतस्नानवस्त्रकः कृतस्नानः स विप्रेन्द्रो विधिना तर्पणादिकं चकार सर्वशास्त्रज्ञः सर्वलोकहितेरथः समाप्य स्नानकर्माणि हरिनामानि कीर्तयन् आजगामस्वके गेहे हरिपूजा परो भवद पादौ प्रक्षालयामास पानीयैरतिशीतलैः प्रक्षालिताङ्घ्रिहस्तोऽसौ ब्राह्मणो ब्राह्मणार्चकः स्थापयामास सर्वाणि स्नानोपकरणानि च द्वारदेशे द्विजश्रेष्ठ निदाकतपनातपैः तापिदो भक्षकश्चिदग्निकल्पैः समागतः विप्रपादोतके तस्मिन् प्रसुप्तोऽत्यन्तशीतले विप्रपादोतकस्पर्शाद् भषक्तोऽत्यन्तपादकी विमुक्तः पादकैः सर्वैकोटिजन्मकृतैरपि ससुप्तो मन्दिरद्वारि भषको विकलस्तृषा पानीयं याजयामास ताडितो द्विजकिङ्करैः जगाम पञ्चदां सद्यस्तत्रैव भषगो द्विजः द्विजाङ्घ्रिसेचनस्पर्शाद्भषको वीतकल्मषः तमालोक्य महात्मानमूर्तिमन्दमिवेश्वरम् विनयावनदप्राक् ब्राह्मणोऽसौ तपोधनः ब्राह्मण उवाच कस्त्वं ब्रूहि महाभाग केन दुःखी दुःकर्मणा भषकस्य कुले जातो नानादुःखसमाकुले ब्रह्मोवाच वचनं तस्य विप्रर्षे समाकर्ण्यमहायशाः कथयामास वृत्तान्तं मूलतः सर्वमात्मनः अहमासं सर्वभौमशङ्खनामा महाबलः चतुर्वर्षसहस्राणि महीं कृत्स्नामपालयम् मयाज्ञया कृता सर्वे जिताश्च रिपवो युधि दत्तानि सर्वदानानि पालिताज्ञातयो निजाः एकदाहमहाभागं सन्धिदस्मरसायकैः बलाज्जनवधूं काञ्चिज्जहारभृशसुन्दरीं तेन पापप्रभावेण मम श्रीसंशयं गदा तदः समस्तैर्लोकैश्च निरस्तोऽहं महाबलः ततस्तु भ्रष्टराज्योऽहं काननाभ्यन्तरे स्थितः क्षुधादृशा परिश्रान्तः कदाचित् पञ्चतां गदः अन्तकस्य पुरं गत्वा दुःखं भुक्तं मया चिरं तदा कर्ण्यविप्रेन्द्र शृण्वदां चित्तदुःखदं सप्त लोकशस्त्रायां तप्ता ताम्रमयीं महीं संरेमे प्रज्वलद्वह्निं शिखातदिसुभीषणां ततस्तु शमनादेशाल्लोकस्तम्भं सुभीषणं ज्वलदा वह्निना तप्तं समालिङ्ग्यस्थितोऽस्म्यहं शीते क्षुराम्बुधाराभिः सिक्तोऽहं यमकिङ्करैः दुःखमन्यच्च सुमहद्भुक्तं तत्र यमालये ततो नरकशेषे च जन्मासाद्य मुहुर्मुहुः पापयोनौ मया दुःखमनुभूतं चिरं महद त्वत्पादजलसंसर्गान्मुक्तोऽहं पापरज्जुना गच्छामि परमं धाम दुर्लभं योगिनामपि त्वं मे गुरुर्द्विजश्रेष्ठ नमस्तेऽस्तु महात्मने त्वत्प्रसादाद्विमुक्तोऽहं पापैर्यामि पुरं हरेः भद्रक्रिय उवाच पूर्वजन्मकथा राजन्मनुष्यो न कदाचन अधस्तु तनयं त्यक्त्वा सर्वदा नीतिमाचरेत् नीतिग्राही नृपो यस्तु विपत्तिर्नास्ति तस्य वै चिरम्भुनक्ति पृथिवीं कण्डकैः परिवर्जितां यस्मै न रोचते नीतिर्भूपालाय दुरात्मने भ्रष्टश्रीरचिरेणापि स भवेन्नात्र संशयः आयुर्बलं यशो मित्रं विजयं सुखमिच्छदा मन्त्रिणः पण्डिता राज्ञा नियोज्या सर्वदैव हि अवज्ञाय मही भर्तुस्त्यजन्ते सादरं बुधाः सभायां बुधहीनायां निधिर्बलवदीनहि ततो निधौ विनष्टायां सहसा धरणीपदेः राजश्रियो विनश्यन्ति सकोश बलवाहनाः ब्राह्मणान् गणकांश्चैव वैद्यांश्च बान्धवांस्तथा नृभा कल्याणमिच्छन्ति न द्विषन्ति कदाचन गदश्रीर्गणकद्वेष्टा वैद्यद्वेष्टायुवर्जितः ज्ञादिद्वेष्टा निष्कुलस्याद्विजद्वेष्टा किलार्तिभाक राजानपितरप्रोक्ता पुत्रा जानपदास्तथा ततो भूपाः पालयन्ति प्रजापुत्रमिवौ रसान् परलोके तथा कुर्याद्यथा स्नेहो निजात्मजे प्रजापीडाकराये जभूबाला अधिपापिनः शिरस्था विपदस्तेषां विज्ञेया दीर्घदर्शिभिः विवेकिनो महीपालाः पालयन्ति यथा प्रजाः तथा तानपि देवेश पालयत्यनिशं हरिः प्रजानां पालनं दण्डं द्वेऽपि राज्ञेषु भावहे द्वाभ्यां विवर्जिता भूपास्ते विज्ञेया नृपाधमः दुष्टानां शासनं चैव शिष्टानां प्रतिपालनं प्रकुर्वन्तो महीपालाश्चिरं नन्दति भूतले न्याये नोपार्जितं वित्तं यन्नाद्रक्षेन्महीपदिः दुर्वृत्तो हि महीपालो विपत्तौ न हि विस्तरेद नृपा कल्याणमिच्छन्तो निजराज्यं शुभाशुभं पश्यन्ति नित्यं विप्रेन्द्र सत्वराश्चारचक्षुषा परचक्रभयं यावन्नायादि चिन्तयेद्भयम् आकतेदु भये भूप आचरेन्निर्भयोऽपि च ज्ञातौ वापि च मित्रे वा पुत्रे वापि च मन्त्रिणि कुर्यान्मुखेन गाम्भीर्यं मनसा प्रेम केवलं मन्त्रिणो ज्ञाधय पुत्राः प्रजाश्च भ्रातरस्तथा गाम्भीर्यहीनं भूपालं मन्यन्ते न हि भूपवद तिष्ठन्ति प्रथमं दूरे न सन्ति पुरतस्तथा लोकाश्रयं न हीच्छन्ति त्यक्तगाम्भीर्यभूपदेहे एकश्च मन्त्रिराजा वै चिरं राज्यत्वमिच्छदा कर्तव्यः सकले राज्ये वृद्धये न हि भूसुर अत्यन्तबुद्धिवृत्तीनां भृत्यानां सपदं हरेद तस्मात् संसदि भूपालो भृत्यमन्यं नियोजयेद मूर्खस्त्री विजितो राजा गीतवाद्यरथः सदा तुरङ्गवाहनैर्हीनः सहसा विपदं व्रजेद आचारग्रहणं सत्यं स्ववाक्यप्रतिपालनं गाम्भीर्यं चेदि भूपानां लक्षणानि द्विजोत्तम सकथं नृपतिर्यस्तु प्रतापेन विवर्जितः सकथं नृपतिर्येनानिर्जिता परमेदिनी जितायां परमेदिन्यां यावत् पादं व्रजेन्नृपः प्रतिपादेष्वमेधस्य फलं प्राप्नोति चाक्षयं परभूमिजयाकाङ्क्षी हदो नृपदिभिर्युधि तदा गच्छेत् परं स्थानं विमुक्तः सर्वपादकैः युधि प्राप्तजयो राजा प्राप्नोति परमं पदं सङ्ग्रामे प्राप्तमृत्युर्वा दिवीन्द्रसम्पदं लभेद त्यक्तशस्त्रं त्यक्तसत्त्वं पलायनपरायणं योद्धारं यदि योहन्ति स भूपो यात्यधोगतिं पलायनपरो युद्धे तद्धन्ता च द्विजोत्तम तावुभावपि तिष्ठेदां नरकेत्यन्तदुःसहे युद्धे साहसवान्योद्धा तद्धन्ता जद्विजोत्तम तिष्ठेदां तावपि स्वर्गे यावच्चन्द्रदिवाकरौ बहुनात्र किमुक्तेन संक्षेपादुच्यते मया प्रजापालनकृद्राजा कदाचिन्नावसीदधि ब्रह्मोवाच इति ब्रुवदि भूपाले तस्मिन् गलितगल्मषे पुष्पवृष्टिरभूत् तस्मिन् महदी गगनाद्विज अध दूदाः समायाधा केशवस्य महात्मनः राजहंसयुधं दिव्यं रथमादाय सुन्दरं रथं सदं समारुह्य दिव्यं कनकनिर्मिदं जगाम विष्णुभवनं स राजा गदकल्मषः विप्रपादोदकस्यैतन्माहात्म्यं ते प्रकीर्तितं तच्छ्रुत्वा भक्तिभावेन नरो निर्वाणमाप्नुयाद इति ते कथितं सर्वं श्रोतुं यद्वाञ्छितं त्वया गच्छ ब्राह्मणभद्रं ते चक्रिणो निलयं प्रति हरिशर्मोवाच क्षुधानलेन मकदा शरीरं मम दह्यते येनोपायेन भगवन् क्षुधा शान्तिर्भवेन्मम यदन्मे वद देवेश भक्तस्त्वं भक्तवत्सलः प्राप्नोमि सुमहद्दुःखं नित्यं दग्धक्षुधानलैः ब्रह्मोवाच यच्छरीरं त्वया पृष्टं सततं भोजनैः कृतं भुङ्क्ष्व तस्य शरीरस्य मांसानि द्विजसत्तम आत्मतृप्तिं प्रकुर्वन्ति भोजनेन परस्य ये मांसानि स्वशरीराणां भुञ्जते ते परत्र च व्यास उवाच ब्रह्मणो वचनं श्रुत्वा निष्ठुरं द्विजसत्तमः पुनस्तुष्टावतं देवं वचनैः कोमलाक्षरैः ब्राह्मण उवाच प्रसीददेवदेवेश शरणागतबालक क्षमस्व सकलं दोषं सुरश्रेष्ठ नमोऽस्तु ते मलमूलप्रकीर्णानि वपुंषि वहतां नृणां सर्व एव प्रभो दोषाः सन्ति केचिद्गुणान् च कृतं मया मोहवता दूषणं क्षन्तुमर्हसि शरणापन्नलोकानां सद्भिर्दोषो न चेक्ष्यते आत्मदेहस्य मांसानि भोक्तुं ब्रह्मन्न शक्यते देहिनां वद यद्योग्यं सन्तुष्टिर्जायते यतः इत्येवमुक्तं वचनं भक्त्या तेनाग्रजन्मना उवाच सदयो ब्रह्मा सर्वज्ञो ब्राह्मणप्रियः ब्रह्मोवाच शोकं मा कुरु विप्रेन्द्र शृणु मे वचनं शुभम् आहारो लभते येन प्रकारेणात्र सम्प्रति आत्मनो जायते पुत्रो यथैवात्मा तथा सुदः तस्मात् पुत्रकृतं कर्म लभन्ते पितर खलु चिरं तिष्ठसि देवस्य भवनेऽत्यन्तशोभने एवमुक्तस्ततस्तेन स विप्रः क्षुधया कुलः स्वप्ने सन्दर्शनं दत्त्वा पुत्रं वचनमब्रवीद ब्राह्मण उवाच दीक्षितोऽसि सुतश्रेष्ठ तथास्तु परमां शिवं तवास्मि जनकसौम्य मम दुःखं निशामय तप प्रभावै परमं धाम प्राप्तं मया सुत क्षुधानलेन संतप्तस्तत्र सीदाम्यहं सदा यदा मयि पितृस्नेहस्तवास्ति सुदसम्प्रति तदान्नमुदकं चापि मदर्थं दीयतां द्विज यत्किञ्चित् दीयते पुत्रैः पित्रार्थं क्षितिमण्डले लभन्ते पितरस्तच्च यत्पुत्रा पितृदेहजाः पुरा परमया भक्त्या पूजितो भगवान् मया गीतैर्वाद्यैश्च नृत्यैश्च तव पाठैश्च शोभनैः गन्धैर्धूपैश्च नैवेद्यैर्कृतपूर्णप्रदीपकैः पादार्ख्या च मनीयैश्च ध्यानैरावाहनादिभिः न दत्तं जगदीशाय कृपणेन मयात्मजा अन्नमत्रमपि क्वापि नैवेद्यं पापहारिणे अतिथेर्न कृता पूजा तोयैरन्यैः कदाचन ज्ञादीनां याचकानां च सन्तुष्टिर्न कृता मया तेनैव कर्मणा पुत्र नारायणगृहेऽपि च क्षुधानलेन संतप्तस्सीदामि प्रतिवासरे अधोन्नतो यदानानि दरिद्राय द्विजातये दत्त्वा क्षिप्रं सुरश्रेष्ठ प्राणरक्षां कुरुष्व भोः अथवा न करोषि त्वं निष्ठुरत्वाद्यथा भवान् सोमांसान्येव भोक्ष्यामि तदा वै विष्णुमन्दिरे अधा सौक्षुदिदो विप्रः शुष्ककण्डोष्ठतालुकः। इत्युक्त्वा दीक्षितं पुत्रमदृश्यत् सहसा भवद। तत प्रभाते विमले प्रादुर्भूते दिवाकरे स्वप्ने यदुक्तं पित्रादु चिन्तयामास दीक्षितः आत्मनः कर्मदोषेण परलोकेऽपि मत्पिता क्षुधया दग्ध सर्वाङ्गसीतदिप्रतिवासरं दिग्गस्तु मां मन्दधियं कृपणप्रवरञ्चनम् मयापि पितृपुण्येन न किञ्चिदपि दीयते इति सञ्चिन्त्य बहुधा दीक्षितोऽपि द्विजोत्तम ददौ दानानि विप्रेभ्य श्रद्धा भक्तिसमन्वितः तेन पुण्यप्रभावेण तृषया रहितः क्षुधा तस्थौ नारायणागारे यावत्कालं शृणुष्व तद चतुर्युगसहस्राणि ब्रह्मणोऽहं प्रकीर्तितं भवन्ति तस्मिन्नेवाह्निमनवश्च चतुर्दश इन्द्राश्चतुर्दश प्रोक्तास्तस्मिन्नेव दिने चदे भुञ्जते ब्राह्मणश्रेष्ठविषयान् स्वान् पृथक् पृथक् एकस्मिन् ब्रह्मदिवसे भुक्त्वा स्वान्विषयाञ्चुभान् इन्द्राश्च मनवश्चैव विनश्यन्ति चतुर्दश विष्णुलोके स्थिते तस्मिन् हरिशर्मादिभास्वरे समस्तसुखदे रम्ये ब्रह्मणो दिवसो गतः तत्रासौ कालमेधावद्भुक्त्वा भोगान् मनोरमान् परमं ज्ञानमासाद्य प्रविवेश्य हरेस्तनुं व्यास उवाच अन्नतोयसमं दानं संसारे नास्ति जैमिने सर्वदानफलान्येव अन्नतोयप्रदानदः न च पात्रपरीक्षा च न कालनियमः क्वचिद् अन्नतोयप्रदानेषु निरुक्तस्तत्त्वदर्शिभिः अन्नतोयप्रदानानि कर्तव्यानि सदैव हि एतत् पठन्ति मनुजाः परमादरेण माहात्म्यमन्नजलयोश्च तथा द्विजानां ते प्राप्य चान्न जलदानफलं तदोन्ते नारायणस्य निलयं सुखदं प्रयान्ति इति श्री पद्मपुराणे क्रियायोगसारे अन्नदान जलदान माहात्म्यं नाम एकविंशतितमोऽध्यायः ॐ